अस्तु, सर्वेभ्यः नमस्कारः. अद्य पाणिनीयवर्गे धातुगणाः इति नूतनविषयः विषयस्य आरम्भः भविष्यति. वयं पूर्वतनकक्षायाम् इत्संज्ञाप्रकरणस्य विषये ज्ञातवन्तः. भवन्तः सर्वे स्मरन्ति इति मन्ये. एकवारम् अहं वदिष्यामि. तत्र वयं एकनिमिषः, नाम उच्यतां? शिवरामः. शिवरामः, अस्तु एकनिमिषम्. अन्य केनापि आगतं वा? नास्ति, चिन्ता. तर्हि आरम्भं कुर्मः. अस्तु, पूर्वतनकक्षायां वयम् इत्संज्ञाप्रकरणम् इति पठितवन्तः. तत्र इत्संज्ञाप्रकरणे वयम् अष्टसूत्राणि पठितवन्तः, यत्र प्रथमसप्तसूत्राणि इत्संज्ञाविषये वदति. यत्र सप्तसूत्रेषु कथम् इत्संज्ञा भवति इति विषयः अस्ति. तदनन्तरम् अष्टमसूत्रमस्ति तस्य लोपः इति, तेन सर्वत्र लोपः भवति इति. तर्हि स्मरन्ति वा सप्तसूत्राणि के के इति? सुमित्रा भगिनी भवती वक्तुमिच्छति वा? आं भगिनी, वदामि. केवलं सूत्रं वा विवरणम् अपि वा? अस्तु भगिनि, प्रथमम् अस्ति उपदेशे अजनुनासिक इति. उपदेशे इत्युक्ते आगमः, आदेशः, अथवा यत् पाणिनिना दत्तं पूर्वं सर्वान् इत्यस्मिन् सूत्रे यदा अच् अनुनासिकः इत् भवति इति अर्थः. अनन्तरम् अस्ति हलन्त्यम्, एतत् अनुवृत्तिः. अनन्तरम् अस्ति हलन्त्यं, यदा हल् वर्णः अन्ते अस्ति चेत् उपदेशे हल् अन्त्यम् इति स्वीकरणीयं, तदपि इत् भवति इति. अनन्तरं न विभक्तौ तुस्माः इति. उपदेशे अन्त्यवर्णः विभक्तिः अस्ति चेत् तदपि इत् भवति इति. अन्त्यः हलः इत्युक्ते. उत्तमं भगिनि. अनन्तरम् आदिर्, आमाम् एकनिमिषं. उक्तवती उपदेशे जनुनासिक इति. आं भगिनि, तत्र पूर्वरूपसन्धिः अस्ति किल, तदर्थम् उच्चारणं मिलित्वा एव वदनीयम् इत्युक्ते उपदेशे जनुनासिक इति. अस्तु भगिनि, अवगच्छतु. अपि च द्वितीयसूत्रं हलन्त्यम् इति आसीत्. तृतीयसूत्रं न विभक्तौ सुष्माः इति द्वितीयसूत्रस्य अपवादः, यतोहि तत्र कुत्र न भवितव्यम् इति सूचयति. अस्तु इति कृते अवगच्छामि. अस्तु, धन्यवादः भगिनि. विजया हेतिराजन् श्रूयते, एको अस्ति. एको किमर्थमिति अहम् एकं करिष्यामि, सर्वेषां म्यूट् करिष्यामि. यः कोऽपि वक्तुम् इच्छति ते स्टार् सिक्स् इति नोदयित्वा आगच्छन्तु. न, मम कृते कोऽपि समस्या नास्ति, सम्यक् श्रूयते. अन्येषां कृते कथं कथमस्ति? इदानीं सम्यक् अस्ति भगिनी, परन्तु यदा द्वौ अपि सम्भाषणं कुरुतः तदा एको आगच्छति स्म. प्रायः लैन् मध्ये किमपि समस्या अस्ति, यतो तावदेव ह्यः अपि तथैव आसीत् इति. चिन्ता मास्तु, वयम् अग्रे पठामः. नाम उच्यतम्? नमस्कारः, मम नाम प्रिया. नमस्कारः भगिनि, अजितः अस्मि. अजितः, स्वागतं महोदय. गीता, नमस्कारः. कः? गीता. गीता, उत्तमम्. अत्र तर्हि विजया हेतिराजन् भवती वक्तुम् इच्छति वा चतुर्थसूत्रं किम् इति? अस्ति वा भगिनि विजया भगिनी? चिन्ता मास्तु, माला भगिनी वदति वा? आं भगिनि, चतुर्थः सूत्रं चतुर्थसूत्रमस्ति आदिर्निटुडवः. तत्र एतदपि अनुवृत्ति सहितसूत्रमस्ति. तर्हि वाक्यं भवति उपदेशे धातोः आदयः निटुडवः इतः. इत्युक्ते उपदेशे आदौ यदि नि टु डु इति त्रिषु वर्णसमूहः भवति चेत् तेषाम् इत्संज्ञा भवति इति. उत्तमम्, अग्रिमम् अपि वदतु भगिनि. अस्तु, अनन्तरं शः प्रत्ययस्य इति अस्ति. उपदेशे प्रत्ययस्य आदिः शः इत् भवति. इत्युक्ते प्रत्ययस्य आदौ यदि शकारः अस्ति चेत् तस्य अपि इत् संज्ञा भवति. अत्र किं स्मर्तव्यम् इत्युक्ते, अत्र शप् प्रत्ययस्य इति यत् सूत्रमस्ति तत्र केवलं प्रत्ययस्य विषये एव भवति. परन्तु पूर्वतनसूत्रेषु धातुः अपि भवति, उपदेशे इत्युक्ते अन्यत्र अपि भवति, प्रत्ययेषु अपि भवति इति स्मर्तव्यम्. अस्तु अस्तु भगिनि, रघुपतिमहोदय वदति वा? हा महोदय, अनन्तरं सूत्रमस्ति चूटु. अत्र उपदेशे प्रत्ययस्य आदि चूटु इतौ अनुवर्तिसहितसूत्रं. प्रत्ययस्य आदौ चवर्गीय टवर्गीय चवर्गीय वा टवर्गीय वर्णाः सन्ति चेत् वर्णः भवत् अस्ति चेत् तस्य इत्संज्ञा भवति. तत्र चु अपि टु इत्युक्ते चवर्ग सर्वं चवर्गीयवर्णानां एवं टवर्गीयवर्णानां च छ ज झ ञ ट ठ ड ढ ण एते वर्णाः. उत्तमं महोदय, समापयति वा अन्तिममपि? हा, अन्तिमसूत्रमस्ति लशक्व तद्धिते. अत्र उपदेशे प्रत्ययस्य आदि लशकु इत् अतद्धिते, केवलं इत्युक्ते अतद्धिते तद्धिते प्रत्यये इत् संज्ञा न भवति. अतद्धिते प्रत्यये आदौ लकारः शकारः अपि च कवर्गीय वर्णः अस्ति चेत् तस्य अपि तेषामपि इत्संज्ञा भवन्ति. बहु उत्तमं, तर्हि सप्तसूत्रे सूत्राणां केवलम् इत्संज्ञा इति भवति. तदनन्तरं सर्वेषां लोपः कथं भवति? तस्य लोपः इति सूत्रेण ये इत्संज्ञकवर्णाः सन्ति तेषां लोपः भवति इति वयं इति ज्ञायते. सम्यक् सम्यक् महोदय, धन्यवादः. यत्र यत्र इदानीम् इत्संज्ञा भूत्वा लोपः जायते तर्हि तत्र किमर्थं लोपः जायते इति जानाति वा? तेषां नाम इत् अस्ति नामकरणम्, अतः तस्य लोपः इति सूत्रेण आधारितेन तेषां लोपः भवति. सम्यक्, परन्तु तत्र लोपः किमर्थम् इति, तर्हि तत्र प्रत्ययेषु वा धातुषु किमर्थं तेषाम् उपस्थितिः? तेषाम् उपस्थि वदतु, जानाति चेत्. ते अन्यत् कार्यम् अपि सूचयति, ये अनुबन्धाः ये इत्संज्ञकवर्णाः सन्ति, ये वर्णाः उपदेशे तिष्ठति अनन्तरं लौकिकरूपे न तिष्ठन्ति, तेषाम् अन्यापि कार्याणि सन्ति, अतः तेषाम् उपयोगः पाणिनिना कृतः. धन्यवादः महोदय, सम्यक्. यतोहि विशिष्टकार्याणि भवन्ति तेषां वर्णानाम् इति कृत्वा. धन्यवादः. इदानीम् अग्रे वयं गुणस्य विषये अपि किञ्चित् ज्ञातवन्तः, भवन्तः अभ्यासं कृतवन्तः किल, कुत्र कुत्र लोपः भवति, केन सूत्रेण इति अभ्यासं पूर्वतनवर्गे कृतवन्तः. तत्र गुणः कुत्र भवति इति प्रश्नः उदेति चेत्, तत्र गुणः स्थलद्वयेषु भवति, इत्युक्ते अन्तिमवर्णस्य स्थाने गुणः भवति, अपि च उपदायां स्थितस्य वर्णस्य अपि गुणः भवति इति वयं दृष्टवन्तः. यथा बुद्धिः धातुः अस्ति, तत्र अन्तिमवर्णः तु धकारः अस्ति, हलन्तशब्दः अस्ति, हलन्तधातुः. तत्र उपधायां कः वर्णः अस्ति इत्युक्ते उकारः. तर्हि विशिष्टसूत्रेण तत्र उपधायां स्थितस्य वर्णस्य गुणः भवति. परन्तु भू इति धातुं स्वीकुर्मः चेत् तत्र किं भवति, अन्ते उकारः अस्ति, अजन्तधातुः अस्ति, तर्हि तत्रापि गुणस्य प्रसक्तिः भवति. इदानीं वयं गुणस्य विषये सूत्रेण सह जानीमः इति. इदानीं करपत्रं नूतनमस्ति, सर्वे उद्घाटयन्तु. धातुगणाः सूत्रसहितदृष्टिः इति. अस्मिन् पाठे चत्वारः बिन्दवः सन्ति. गुणः कुत्र कुत्र भवति इति सूत्रेण सह वयं जानीमः. एकमस्ति अन्तिमवर्णस्य स्थाने, द्वितीय करपत्रं भविष्यति तत्र उपधायाम् अपि गुणः भवति, तदर्थं सूत्रं किम् इति पठामः. तृतीयमस्ति सुदादिगणे गुणः किमर्थं न भवति, यतोहि भगिन्या उक्तं द्वादिगणे शप् इति विकरणप्रत्ययः आयाति, अनुबन्धलोपानन्तरं शकारस्य इत्संज्ञा भवति लशक्वतद्दिते अनेन सूत्रेण, अपि च पकारस्य लोपः भवति हलन्त्यम् इति, तर्हि केवलम् अकारः एव अवशिष्यते. तथैव सुदादिगणे अपि श इति विकरणप्रत्ययः, तत्रापि शकारस्य लोपानन्तरं केवलम् अकारः एव अवशिष्यते. तर्हि भेदः कः, भादिगण अपि च तुदादिगणयोः कः भेदः, कथं वयं ज्ञातुं शक्नुमः इति तृतीयपाठे भवति. अपि च चतुर्थपाठे केषु केषु गुणेषु गुणः भवति इति वयं जानीमः. अपि च इदानीं प्रथमकरपत्रमस्ति किल, गुणः सूत्रसहिता दृष्टिः, तत् करपत्रम् उद्घाटयन्तु सर्वे. नूतनः केनापि आगतं वा, कृपया नाम. भगिनी, अहं विजय हेतुराजन् अस्मि अत्र. पुनः आगच्छति वा, पूर्वमेव आगच्छति खलु? पूर्वं सिस्टम् मध्ये अस्तु प्राब्लम् आसीत्, समस्या आसीत्. अस्तु, चिन्ता मास्तु. अस्तु, इदानीं करपत्रम् उद्घाटयन्तः इति मन्ये. अस्मिन् करपत्रे वयं विशिष्टसूत्रमस्ति येन धातोः अङ्गस्य कुत्र गुणः भवति इत्युक्ते अन्तिमवर्णस्य इति. तर्हि तत्र कीदृशवर्णः भवेत् इत्युक्ते तत्र केवलम् इक् वर्णाः भवन्तु. इक् प्रत्याहारे के के वर्णाः सन्ति माहेश्वरसूत्रे, कोऽपि वदति वा? बहु उत्तमम्, इ उ ऋ ऋ इति. तर्हि इकारस्य गुणः भवति चेत् इकारस्य स्थाने एकारः भवति, उकारस्य स्थाने ओकारः, ऋकारस्य स्थाने अर् इति, अपि च ऋकारस्य अल् इति. तदर्थं पाणिनिना उक्तं विशिष्टसूत्रमस्ति सार्वधातुक आर्धधातुकयोः इति. भवति इति क्रियापदं वयं सर्वे जानीमः, तत्र कीदृशमस्ति इति गुणस्य वयं क्रमः पश्यामः चेत् भू इति प्रथमं धातुः, तदनन्तरं शप् इति प्रत्ययः अस्ति, शप् प्रत्ययः, तदनन्तरं तिबादयः आगच्छति तिप् इति. यत्र विवक्षा लट्लकारे भवति इत्युक्ते वर्तमानकाले यदि वयं वक्तुम् इच्छामः तर्हि तत्र ति इति प्रत्ययः आगच्छति. द्वयोः मध्ये शप् इति विकरणप्रत्ययः, तत्रैव वयं दृष्टवन्तः शकारस्य पकारस्य लोपानन्तरं केवलम् अकारः एव अवशिष्यते इति. तर्हि अङ्गम् इति एकम् एका संज्ञा अस्ति. अङ्गम् इत्युक्ते किम् इति पश्यामः चेत् प्रत्ययस्य आदौ यत्किमपि अस्ति सम्पूर्णतया तस्य नाम अङ्गम् इति भवति. इदानीं शप् इति प्रत्ययः अस्ति, शपं निमित्तीकृत्य अङ्गं किम् इत्युक्ते शप् तस्य पूर्वं किम् अस्ति भू इति, तर्हि शप् निमित्तीकृत्य अङ्गम् अस्ति भू इति. तदनन्तरं वयं लोपं कुर्मः, शप् तत्र केवलम् अकारः अवशिष्यते. तदनन्तरं प्रत्ययः अस्ति ति इति, तर्हि ति निमित्तीकृत्य इत्युक्ते तिप् निमित्तीकृत्य अङ्गं किं भवति इत्युक्ते तस्य प्राक् किमस्ति भूयोगः अ इति, तत्र मिलित्वा अङ्गम् इति वदामः. स्पष्टं वा सर्वेषां कृते? अत्र कोऽपि प्रश्नः अस्ति वा? निमित्ते कृते किं भगिनि? निमित्तम् इत्युक्ते तत्र कारणमस्ति किल. वयं तिप् इति स्वीकुर्मः, तिप् निमित्तम् इति कृत्वा तस्य पूर्वं यत्किमपि अस्ति तस्य नाम अङ्गम् इति वदामः. इदानीं भवति प्रश्नः अस्ति वा? आम्, अङ्गं पुनः वदतु भगिनि. वदामि भगिनि. अङ्गम् इत्युक्ते धातुतः प्रत्ययाः विधीयन्ते. तर्हि अत्र भवति इति क्रियापदं स्वीकुर्मः चेत् भू इति धातुः, धातोः अनन्तरम् एव प्रत्ययाः भवन्ति. भू इति धातुः अनन्तरं शप् इति प्रत्ययः आगच्छति. तर्हि शपः पूर्वं किम् अस्ति इदानीं? भूयोगः शप् इत्युक्ते शपः पूर्वं भू इति अस्ति, तर्हि भू इति अङ्गम् इति वदामः. तत्र धातुसंज्ञा अपि अस्ति, अङ्गसंज्ञा अपि अस्ति. भू इति धातुः अपि, अङ्गम् अपि इति स्मरणं. सर्वेषां धातु अङ्गं नित्यम् अवशिष्यते वा? यतोहि तस्य अनन्तरं कः प्रत्ययः अस्ति इति पश्यन्तु. अस्तु, कोऽपि प्रत्ययः अस्ति, इदानीं भूयोगः शप्योगः ति अस्ति, तर्हि ति इति प्रत्ययस्य पूर्वं किम् अस्ति? भूयोगः अकारः. अकारः तु लौकिके शप् इति प्रत्ययस्य अनुबन्धलोपानन्तरम् अ इति अवशिष्यते. तर्हि भूयोगः अ, द्वयमपि मिलित्वा एव तत्र अङ्गम् इति वदामः. तर्हि इदानीं वयं सार्वधातुक आर्धधातुकयोः इति विशिष्टसूत्रमस्ति, येन कारणेन भू इति अङ्गस्य इक्वर्णस्य, तत्र इक्वर्णः इत्युक्ते ऊकारः, तस्य गुणः भवति. कदा भवति इत्युक्ते सूत्रं वदति सार्वधातुक आर्धधातुकयोः, तत्र सार्वधातुक आर्धधातुकयोः इति सप्तमी अन्तम्. सप्तमी इत्युक्ते पूर्वकार्यम्. यदा सार्वधातुक आर्धधातुकप्रत्ययः अनन्तरम् आयाति तर्हि तस्य प्राक् यः इक्वर्णः अस्ति तस्य गुणः भवति इति. इदानीं क्रमशः पठामः वा? नमस्ते भगिनि, अहम् अमित् अस्मि. अमित् वा? अमित् महोदय स्वागतं. क्षम्यतां विलम्बाय. आम्, किञ्चित् समयपालनं कुर्वन्तः चेत् सम्यक् भवन्ति, चिन्ता मास्तु. इदानीं शिवराम महोदय पठति वा? द्वितीयकरपत्रमस्ति किल, एतावता अस्माभिः दृष्टम्. पठतु महोदय. एतावता अस्माभिः दृष्टं यद् भवादिगणे धात्वङ्गस्य स्वरे गुणः भवति, केषां स्वराणां गुणादेशः भवति, काभ्यां नियमाभ्याम् इत्यपि अस्माभिः दृष्टं. कानिचन उदाहरणानि अपि निरूपितानि आसन्. इदानीं पुनः गुणविषये विचारयाम. अस्मिन् पर्याये सूत्रसहितचर्चा करिष्यते. पाणिनिः अष्टाध्यायी नाम ग्रन्थं रचितवान्. तत्र संस्कृतभाषायाः सम्पूर्णमानचित्रं लभ्यते. एकैकं पदं कथं निर्मितम् इति अनेन ग्रन्थेन ज्ञायते. इदं मानचित्रं सूत्ररूपेण विरचितं. तथा च व्याकरणविषये यदा कदापि कोऽपि किमपि प्रदर्शयितुम् इच्छति, पाणिनीयसूत्राधारेण प्रदर्शनीयं भवति. व्याकरणलोके सूत्रं प्रमाणम्. सर्वे अवगच्छन्ति किल? तत्र क्लेशः नास्ति, सरलः एव अस्ति इति मन्ये. अग्रे पठामः वा महोदय? एकः संशयः अस्ति. पृच्छतु. मानचित्रं, सम्पूर्णमानचित्रम् इत्युक्ते किम् अस्ति तत्र? अस्माकं कृते यथा वयं भवनस्य निर्माणं कुर्मः तत्र ब्लू प्रिण्ट् इति वदामः किल, तादृशं पाणिनीय अष्टाध्यायाः मानचित्रम् अस्माकं मनसि भवति, स्फुरति इति अर्थः. अवगच्छतु. धन्यवादः. अस्तु महोदय, अग्रे पठतु महोदय. अतः एवं रीत्या धातुविषये अपि अवलोकनीयं. पद्धतिः अपि अत्यन्ता सुन्दरी. तर्हि अग्रे सरेम. धातुगुणव्यवस्थां गुणव्यवस्थां च सूत्रस्य माध्यमेन परिशीलयाम. पूर्वम् अस्माभिः दृष्टं यद् भवादिगणे नियमद्वयस्य बलेन गुणः क्रियते. एकः नियमः यत्र धातोः अन्तिमवर्णः स्वरः, अपरनियमः यत्र धातोः उपदः स्वरः इति. अन्तिमवर्णः स्वरः अस्ति वा उपदावर्णः, पेनल्टिमेट् लेटर्? उपदा पेनल्टिमेट्, अन्तिमतः द्वितीयस्वरः उपदा. अन्तिमवर्णस्य प्राक् प्राक् वर्णः, अन्तिमवर्णस्य पूर्ववर्णः उपदावर्णः. अन्तिमवर्णस्य स्थाने गुणः भवति वा अन्तिमवर्णः हलन्त अस्ति चेत् उपदावर्णः यः अस्ति, स्वरः अस्ति, स्वराणां ह्रस्व इ उ वा रु अस्ति, तत्र गुणः भवति. तत्र ह्रस्वः इति किमपि निर्दिष्टं नास्ति किल? दीर्घस्य अपि, दीर्घस्य अपि, दीर्घस्य इ ऋ इति लृकारस्य दीर्घं नास्ति. ततः अत्र अन्येषां कृताम् अन्येषां कृते गुणः भवति इति. अग्रे अपि अधुना प्रथमं नियमम् अवलोकयाम. भूधातु माध्यमेन भवादिगणे धातोः अन्तिमवर्णः इ उ अस्ति चेत् तस्य वर्णस्य गुणः भवति. यथा भू धातोः भो भवति, अन्तिम दीर्घ उकारः अस्ति, तस्य स्थाने ओ इति गुणः भवति. द्वितीयम् उदाहरणमस्ति जि, तस्य अन्तिमवर्णः ह्रस्व इकारः अस्ति, तस्य स्थाने गुण नाम एकारः भवति, रूपं भवति जे. तृतीयम् उदाहरणमस्ति सृ, अन्तिमवर्णः अस्ति रु, तस्य स्थाने अर् इति आदेशः गुणः भवति, सर इति अङ्गं भवति. तर्हि वयं एतत् वयं पूर्वमपि दृष्टवन्तः. भू इति अजन्ताङ्गम् अस्ति, अन्तिमवर्णः ऊकारः अस्ति, तर्हि विशिष्टसूत्रेण अत्र गुणः भवति इति. धन्यवादः महोदय. अजितः अस्ति वा? अजित् महोदय आं भगिनि. हा, गुणस्य चिन्तनक्रमः इति अग्रे पठतु महोदय. गोष्य चिन्तनक्रमः. आहत्य प्रक्रिया एतादृशी. भूयोगः शब् योगः अस्ति. लशकुत्ति हलन्त्यं तस्य लोपः इति सूत्रैः शकारपकारयोः लोपः इत्युक्ते भूयोगः आयोगः ति तिंशित् सार्वधातुकम् इत्यनेन शप् प्रत्ययस्य सार्वधातुकसंज्ञा, सार्वधातुक अर्धधातुकयोः इत्यनेन सार्वधातुकप्रत्यये परे इगन्ताङ्गस्य इकः गुणः इत्युक्ते भो योगः आ योगः ति यचोयवायावः इत्यनेन ओ स्थाने औव्, अनन्तरं भ योगः औ योगः आ योगः ति वर्णमेलने अनन्तरं भवति इति भवति. उत्तमं महोदय. अत्र संज्ञकसूत्राणि वयं जानीमः, लशक्व तद्दिते हलन्त्यम् अपि च तस्य लोपः इति. अत्र नूतनसूत्रस्य विषयः अस्ति तिंशित् सार्वधातुकम् इति. तर्हि सार्वधातुकम् इति संज्ञा इत्युक्ते तत्र के सार्वधातुकसंज्ञाः भवितुम् अर्हन्ति इत्युक्ते तत्र यत्र यत्र तिङ् प्रत्ययाः सन्ति इत्युक्ते अष्टादश तिङ् प्रत्ययाः आगच्छन्ति. यत्र वयं भवति, भवतः, भवन्ति इति पश्यामः तत्र नवरूपाणि परस्मैपदिनः अपि च नवरूपाणि आत्मनेपदिनः, सर्वे तिङ् इति वदामः. तर्हि यत्र प्रत्ययः तिङ् अस्ति अपि च यत्र शकारस्य इत्संज्ञा भवति इत्युक्ते षित्, तर्हि यस्य प्रत्ययः यस्मिन् प्रत्यये तिङ् वा षित् अस्ति ते एव सार्वधातुकसंज्ञां प्राप्नुवन्ति इति संज्ञासूत्रमस्ति तिङ्क्षित् सार्वधातुकम् इति. तदनन्तरं विशिष्टसूत्रमस्ति सार्वधातुक आर्धधातुकयोः इति. एक एव पदमस्ति तत्र, सप्तम्यन्तपदमस्ति, येन इगन्त अङ्गस्य गुणः भवति इति. अतः यत्र कार्यं भवति तत् विधिसूत्रम् इति वदामः. तर्हि सार्वधातुक अर्धधातुकयोः इति विधिसूत्रम् अस्ति. तर्हि भू इति वर्णस्य उकारस्य गुणः भूत्वा भो इति भवति. भो योगः अयोगः इति इदानीं सन्धिकार्यमस्ति. उकारस्य अनन्तरं यदि अच् वर्णाः सन्ति तर्हि एचोयवायावः सूत्रस्य प्रसक्तिः प्राप्तिः अपि. तर्हि ओकारस्य स्थाने किम् आगच्छति? औ इति आदेशः आगच्छति. तर्हि भकारः, तदनन्तरम् ओकारस्य स्थाने अवादेशः, तदनन्तरं योगः अकारः विकरणप्रत्ययस्य शप् प्रत्ययेन यः अवशिष्यते तत् अकारः, सः अकारः अपि च ति इति. तदनन्तरं मेलनेन संयोजनेन तत्र भवति इति रूपं साध्यते. अवगच्छन्ति वा? आं महोदय. आं महोदय. अस्तु, अजित् महोदय इतोपि पठति वा? सोपानं पश्यामः इदानीं. अधुना सोपानेन परिशीलयिष्यामः. प्रथमतया शप् प्रत्ययः अवगन्तव्यः. शप् प्रत्यये शकारः न तिष्ठति अपि तु अवगच्छति किल? किमर्थम् इति जानीमः. लशकत्वद्धिते इति सूत्रेण प्रत्ययस्य आदौ स्थितस्य शकारस्य इत्संज्ञा तदा तस्य लोपः इत्यनेन इत्संज्ञकस्य शकारस्य लोपः. इदानीम् एतत् अवगच्छतु, यस्मिन् प्रत्यये शकारः इत्संज्ञकः वर्णः अस्ति सः प्रत्ययः षित् इति उच्यते. अथवा षित् इत्युक्ते यस्मिन् शकारः इत् सः प्रत्ययः षित्. शकारः इत् यस्य सः षित् इति बहुव्रीहिसमासः. शप् विकरणप्रत्यये शकारस्य इत् संज्ञा अस्ति, अतः शप् प्रत्ययः षित् इति उच्यते. अहं वदामि वा अथवा अस्तु, इदानीं वयं किञ्चित् सोपानेन परिशीलिष्यामः. प्रथमतया शप् प्रत्ययः, शप् प्रत्ययः इत्युक्ते किं? शप् प्रत्यये तत्र वयम् एकसूत्रं पठितवन्तः, ल श कु अत थिदे इति. तत्र प्रत्ययस्य आदौ ल श कवर्ग्यः अस्ति चेत् तदधिते अदधिते तत् इत्संज्ञा भवति इति. तत्र शप् पदस्य आदौ शकारः अस्ति, अनेन सूत्रेण शकारः इत्संज्ञा भवति. अनन्तरम् अनुवृत्तिसहितसूत्रमस्ति तस्य लोपः इति. तस्य लोपः इत्यनेन सूत्रेण शकारस्य इत्संज्ञा लोपः भवति, अत्र शकारस्य लोपः भवति. अनन्तरं किम् अवशिष्यते? किम् अवशिष्यते इत्युक्ते पकार, परन्तु शकारः इत्युक्ते केवलं व्यञ्जनस्य एव अपगमनं. तत्र शकारोत्तरवर्ति अकारः अस्ति किल, आकारः अवशिष्यते. अनन्तरम् एतद् एककार्यम्. अनन्तरमस्ति शकारः इत्संज्ञः वर्णः अस्ति, सः प्रत्ययः षित् इति उच्यते. षित् इत्युक्ते एक पदमस्ति, एक बहुव्रीहिसमासपदं. तत्र विवरणमस्ति, यस्मिन् शकारः इत् सः प्रत्ययः षित्, तदेव षित् पदस्य अर्थः. अथवा शकारः षित् इति वक्तुं शक्नुमः. विकरणप्रत्यये तदेव भगिनि, शप् विकरणप्रत्यये शकारस्य इत्संज्ञा अस्ति, अतः शप् प्रत्ययः षित् इति उच्यते. तथैव यत्र यत्र यस्य यस्य इत्संज्ञा भवति तत्र इत्संज्ञकरूपाणि तथैव भवन्ति. इत्युक्ते पकारस्य इत्संज्ञा भवति चेत् पित् इति वदामः, ककारस्य इत्संज्ञा भवति चेत् कित् इति वदामः इति स्मर्यन्ताम्. इदानीं संज्ञासूत्रमस्ति किञ्चित् सार्वधातुकं, तदपि पठतु महोदय. एकः प्रश्नः अस्ति महोदय, बहुव्रीः समासः शकारः इत्स यस्य सः षित् इति बहुव्रीहिसमासः कथं कथम् इत्युक्ते अत्र समासस्य विषयः नास्ति भगिनि, समासः भाषा विषये भाषा वर्गविषये भवन्ति इति. अत्र समासेषु वयं चत्वारः समासः दृष्टवन्तः किल, तदर्थम् अत्र बहुव्रीहिसमासः भवति. षित्यपि वयं वदामः, तत्र अन्यपदप्राधान्यं भवति इति. अत्र वयं तस्य चर्चा न कुर्मः. यदि भवती भाषा पठनवर्गे गच्छति चेत् तत्र विशिष्टतया स्पष्टतया ज्ञातुं शक्नोति. अत्र समासस्य विषये न कुर्मः. धन्यवादः. अस्तु, अनन्तरं तिङ्क्षित् सार्वधातुकम् इति सूत्रम् अस्ति. तिङ्क्षित् सार्वधातुकम् इति संज्ञासूत्रं, संज्ञासूत्रम् इत्युक्ते नामकरणसूत्रम्. अनेन यः प्रत्ययः तिङ् वा षित् वा अस्ति सः प्रत्ययः सार्वधातुकम्. अनेन सूत्रेण यः प्रत्ययः तिङ् वा षित् वा अस्ति सः प्रत्ययः सार्वधातुकम् इति वदामः. सार्वधातुकम् एका संज्ञा, एकं नाम तावत् एव. व्याकरणे बहूनि नामानि सन्ति, आधिक्येन तेषां नाम्नां स्वतन्त्रतया कोऽपि अर्थो नास्ति, केवलं नामकरणम्. तिङ्क्षित् सार्वधातुकम् इति संज्ञासूत्रम् अर्थं, तिङ्क्षित् सार्वधातुकसूत्रस्य अर्थः अस्ति यः प्रत्ययः तिङ् वा षित् वा अस्ति चेत् तद् सार्वधातुकम् इति वदामः. तदेव तत्र अन्य कोऽपि महत्त्वः नास्ति इति तत्र वदति. नूतनानि पदानि वयं पठामः, तत्र भीतिः मास्तु, केवलं नामकरणमेव भवति. यथा वयं जानीमः सुमित्रा इति नाम अस्ति, अजितः इति नाम अस्ति, प्रिया इति नाम अस्ति, तादृशमेव अत्र पाणिनिना व्याकरणलोके एतानि नामानि दत्तवान्. तर्हि सार्वधातुकम् इति एका संज्ञा एव. तत्र केवलं यत्र कुत्रापि प्रत्ययः तिङ् भवतु वा षित् भवतु, तेषां सार्वधातुकसंज्ञा भवति इति ज्ञाय इति जानन्तु. तर्हि इदानीं अस्य सूत्रस्य अर्थः स्पष्टः अस्ति इति मन्ये. तर्हि पूर्णसूत्रार्थः अत्र उक्तः इति अस्ति किल, तत् पठतु. तर्हि शप्रत्ययः षित् इति उपरि उक्तं, यः षित् सः सार्वधातुकः इति अत्र उक्तम्, अतः शप्रत्ययः सार्वधातुकसंज्ञा प्राप्नोति. सारांशः, अनेन सूत्रेण शप्रत्ययः सार्वधातुकः इति अवगच्छामः. यथा पूर्वमुक्तं, वयं पूर्वं दृष्टवन्तः शप्रत्ययः इति षित् इति. अनेन सूत्रेण यः षित् अस्ति तद् सार्वधातुकम् इति वदामः. अनन्तरम् अनेन सूत्रेण षित् इत्युक्ते एतद् सार्वधातुकं, षित् संज्ञा भवति सार्वधातुकम् इति. अस्तु, पूर्णसूत्रार्थ अत्र उक्तः. तिंशित् सार्वधातुकं, धातोः विहितः तिंशित् प्रत्ययः सार्वधातुकसंज्ञको भवति. ष इति इत् यस्य सः षित् बहुव्रीहिः, तिङ् च षित् च तयोः समाहारद्वन्द्वः तिंशित्, तिंशित् प्रथमान्तं सार्वधातुकं प्रथमान्तं द्विपदविदं सूत्रं. प्रत्ययः परश्वः, क्षम्यतां, प्रत्ययः परश्व धातोः इत्येषाम् अधिकारः, अनुवृत्तिसहितसूत्रं, धातोः परश्च तिङ् षित् प्रत्ययः सार्वधातुकम् इति. तर्हि अत्र किम् अस्ति, तिङ् षित् सार्वधातुकम् इति. तर्हि तिङ् अपि च षित् प्रत्ययः धातुतः विहितः, ते सार्वधातुकसंज्ञां प्राप्नुवन्ति उपरितनसूत्रे सूत्रात्. अतः अत्र सार्वधातुकसंज्ञा अस्ति इति संज्ञानां संज्ञासूत्रस्य विवरणम्. अनुवृत्तिसहितसूत्रमस्ति, अधोभागे पश्यन्तु, धातोः परश्च तिङ्क्षित् प्रत्ययः सार्वधातुकम् इति. तर्हि अत्र प्रत्ययः परश्च धातोः इति पदानि अनुवृत्तिरूपेण आयान्ति. कुतः आयान्ति? प्रत्ययः परश्च इति अष्टाध्यायाः तृतीयपादात् आगच्छति, अपि च धातोः इति अधिकारसूत्रमस्ति, तदपि तृतीयपादात् आगच्छति. इदानीं अग्रे, धन्यवादः महोदय. प्रिया भगिनी अस्ति वा? प्रिया भगिनी अस्मि, अस्मि भगिनी. पठति वा तृतीयबिन्दुः? आं भगिनि. शप्रत्यये शकारपकारयोः लोपः, अकारः एव अवशिष्यते. शकारस्य इत् संज्ञा लोपश्च इत्युक्तम्, पकारस्य हलन्त्यम् इति सूत्रेण इत् संज्ञा, तस्य लोपः इत्यनेन इत् संज्ञकस्य पकारस्य लोपः. अवगच्छति किल अर्थः? स्पष्टमस्ति वा? भूयोगः शप् योगः ति, लशक्वतद्धिते हलन्त्यं तस्य लोपः इति सूत्रैः शकारपकारयोः लोपः लोपः भवति. तदनन्तरं भू योगः अयोगः ति एव अवशिष्यते. अत्र अ तु शप् आसीत्, अधुना केवलम् अ दृश्यते, तथापि शकारपकारयोः प्रभावः अस्ति एव. अकारः शप् प्रतिनिधिः शपः शप अस्तु अकारः शपः प्रतिनिधिः क्षम्यताम् शप् प्रत्यये शकारस्य लोपः भवति शकारस्य लशक्वतद्दिते सूत्रेण शकारस्य इत् संज्ञा भवति पकारस्य हलन्त्य सूत्रेण तस्य इत् भवति इत् इत् तस्य लोपः सूत्रेण द्वयोः वर्णयोः लोपः भवति अन्ततो गत्वा अ एव अवशिष्यते भूधातसहितं भू योग अ योग ति एव भवति अत्र अ एव शप् प्रत्ययस्य अ एव दृश्यते तदेव अकारः शप् प्रत्ययस्य प्रतिनिधिः भवति सत्यं तर्हि अत्र शकारपकारस्य लोपः भवति इत्येव सारांशः अग्रे पठतु भगिनि भूधातुः अजन्तः भूधातुः अजन्तः धातुः नाम अन्तिमवर्णः स्वरः इति अच् प्रत्याहारः सर्वेषां स्वराणां सङ्ग्रहः अतः अच् इति कश्चन सङ्क्षेपः स्वराणां कृते तथा हि अपरः प्रत्याहारः इक् इ ई उ ऊ ऋ ऋ ल इत्येषां प्रत्याहारः इक् इति उच्यते भूधातोः अन्तिमवर्णः उकारः अतः भूधातुः इगन्तः धातुः इक् अन्ते यस्य सः इगन्तः यस्य धातोः अन्तिमवर्णः इ ई उ ऊ ऋ ऋ ल सः धातुः इगन्तधातुः स्पष्टमस्ति किल सर्वत्र यदि स्वरवर्णाः अन्ते भवन्ति धातोः अन्ते तेषाम् इगन्तधातुः इति वदामः परन्तु तत्रापि इक् वर्णः अस्ति चेत् एव इगन्तधातुः इगन्तधातुः स्वराणां केवलम् इ उ ऋ ऋ ऋ इति सप्त वर्णान् एव स्वीकुर्मः अग्रे अपि पठतु भूयोगः आयोगः ति यत्र इत् संज्ञां कृत्वा लोपः साध्यते तत्र यस्य लोपः जातः सः इत् संज्ञावान् इत् संज्ञावान् इति कारणेन तस्य प्रभावः तिष्ठति कुत्व्र तिष्ठति बहुव्रीहिसमासे यस्य इत् संज्ञकवर्णः तस्मिन् प्रभावः यथा शप् प्रत्यये शकारपकारयोः इत् संज्ञां कृत्वा लोपः इत् संज्ञावान् शकारः यस्य सः षित् शप् प्रत्ययस्य इत् संज्ञावान् शकारः अतः शप् प्रत्ययः षित् शप् षित् अतः तिङ् षित् सार्वधातुकम् इत्यनेन शप् प्रत्ययः सार्वधातुकः सम्यकः इतस्मात् कारणात् नूतनसूत्रस्य कार्यं भवति सार्वधातुकार्धधातुकयोः इत्युक्ते तत्र तिङ्क्षित् सार्वधातुकम् इति ज्ञातवन्तः सार्वधातुकसंज्ञा संज्ञासूत्रमस्ति तत्र यत्र प्रत्ययः तिङ् अस्ति नो चेत् षित् अस्ति तस्य नाम सार्वधातुकम् इति भवति इदानीं शप् षित् अस्ति यतोहि शकारस्य इत्संज्ञा भवति इति इत्संज्ञा यत्र भवति तत्र किं वदामः इत्संज्ञावान् इति तावदेव तत्र पुल्लिङ्गरूपमस्ति संज्ञावान् इति तर्हि तत्र सार्वधातुकम् इति प्रत्ययस्य संज्ञा भवति परन्तु सूत्रे सार्वधातुक आर्धधातुकयोः सार्वधातुकार्धधातुकयोः इति अस्ति तर्हि सार्वधातुकसंज्ञा प्राप्य यत्र सार्वधातुकप्रत्ययः धातोः परे आगच्छति नो चेत् आर्धधातुकप्रत्ययः यदि धातोः परे आगच्छति तादृशप्रसङ्गेषु गुणः भवति इति सूत्रस्य आशयः. धन्यवादः महोदय. अन्तिमवाक्यं पुनः वदतु भगिनि कृपया. हा, इत्युक्ते सार्वधातुक आर्धधातुकयोः इति सूत्रस्य नाम किल, तत्र सार्वधातुकम् इति भवती पठितवती, तस्य अर्थः अपि इदानीं जानाति. इत्युक्ते यत्र यत्र तिङ्क्षित् अस्ति तत्र तत्र सार्वधातुकसंज्ञां प्राप्य प्रत्ययः सार्वधातुकः भवति. तादृशसार्वधातुकप्रत्ययः वा नो चेत् आर्धधातुकप्रत्ययः धातोः अनन्तरम् आयाति चेत् तत्र अस्य सूत्रस्य प्रसक्तिः भवति. सार्वधातुक आर्धधातुकयोः इति सप्तम्यन्तपदम्. सप्तमी किं निर्दिशति? अनन्तरम् आयाति इति. परन्तु कार्यं कुत्र भवति? तस्य पूर्वं, पूर्वं कार्यं भवति इति. इदानीं सार्वधातुकप्रत्ययः आर्धधातुकप्रत्ययः, सार्वधातुकप्रत्ययस्य विषयं वयं पठितवन्तः. परन्तु आर्धधातुकः इत्युक्ते किम् इत्युक्ते ये सार्वधातुकः नास्ति, इत्युक्ते यत्र यत्र तिङ् नास्ति, षित् नास्ति, तादृशप्रत्ययाः आर्धधातुकः इति वदामः. तर्हि धातोः अनन्तरं यदि सार्वधातुकः प्रत्ययः भवति अथवा आर्धधातुकः भवति चेत् अस्य सूत्रस्य प्रसक्तिः भवति इति. अस्तु भगिनि, अवगतं, धन्यवादः. एकप्रश्नः आगच्छन्ति, पृच्छतु. भूधातु अजन्तधातुः, देन् अगेन् इयम् ईक् बिकास् इट् हस् उकार भू उकारम् अन्तिम अस्ति, सो इकः इकः अन्ते यस्य सः इक इगन्तः, सो इट्स् अजन्तः इगन्तः च. अच् अन्ते एव इक् अस्ति, अच् इत्युक्ते सर्वेश्वराः, सर्वेश्वराः तस्मिन् अन्तर्भूतः इक् इक्. अतः वदामः अजन्तधातुः इत्यपि वदति चेत् तत्र समस्या नास्ति. परन्तु अस्मिन् सूत्रस्य कृते केवलम् अस्माकं इष्टरूपम् इक् इति एव अस्ति किल, अतः इगन्तधातुः इति वदामः. यदि कुत्रापि अच् इति धातुः आवश्यकता अस्ति चेत् तत्र अजन्तः इत्यपि वक्तुं शक्नुमः. यदि अचि परे इति निमित्तमासीत् इति चिन्तयति, तर्हि अच् वर्णाः सर्वेश्वराः अनन्तरं भवतु इति वदति चेत् तत्र अहं भू इति अजन्तधातुः वदामि. अत्र निमित्तमस्ति केवलम् इक् परे इति, तदर्थम् इगन्तधातुः इति वदामः. यदि सूत्रस्य पूर्णविवरणं पठामः तर्हि इतोपि अवगमनं सम्यक् भवति. अस्तु वा, धन्यवादः. स्वागतं. गीता भगिनी पठति वा? ओ ओके. सार्वधातुक आर्धधातुकयोः अस्य सूत्रस्य अर्थः एवम्, इगन्तधातोः अनन्तरं सर्वधातुक अथवा आर्धधातुकः प्रत्ययः अस्ति चेत् तर्हि इगन्तस्य अङ्गस्य इक् वर्णस्य गुणः भवति. पूर्णः सूत्रार्थ अत्र उक्तः. सार्वधातुक अर्धधातुकयोः इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे. सार्वधातुकञ्च आर्धधातुकञ्च तयोरितरेतर पूर्वं बहुव्रीहिसमासः इति पृष्टवती किल भगिनी, तादृशम् अत्रेतरद्वन्द्वस्य प्रसक्तिः. अतः समासविषये यदि भवन्तः जानन्ति तर्हि तत्र अर्थः सम्यक् भवति इति. यदि वयं रामकृष्णौ इति वदामः, रामः कृष्णः च, तर्हि पदद्वयम् अपि प्राधान्यं भवति. कस्यापि अधिकं प्राधान्यं नास्ति, तादृशम् एव अत्रापि सार्वधातुक आर्धधातुक, अतः अत्र इतरेतरद्वन्द्वः भविष्यति. इतरेतर ओके, तयोः इतरे अत्र इतरेतर द्वन्द्वः सार्वधातुक आर्धधातुके तयोः सार्वधातुक सार्वधातुकार्धार्धधातुकयोः सार्वधातुक अर्धधातुकयोः सप्तम्यन्तं सप्तमी विभक्ति. एकपदमिदं सूत्रं मिदेर्गुणः मिदेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः इको गुणवृद्धिः इको गुणवृद्धि इत्यनेन परिभाषासूत्रेण इकः स्थाने भवति यत्र स्थानि न उक्तं येन विधिस्तदनन्तरस्य इत्येन इकः अङ्गस्य इत्युक्ते न केवलम् इक् इति अङ्गं किन्तु तादृशम् अङ्गं यस्य अन्ते इकः अलोन्त्यस्य इत्यनेन अङ्गस्य स्थाने गुणादेशः इति न अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः. अवगतं भगिनि? अनुवृत्ति सहितसूत्रम् इकः अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः. भगिनि भगिनी अस्ति किम्? सीमा भगिनी, क्षम्यतां, म्यूट् मध्ये आसम्, अहं न दृष्टवती. अस्तु, श्रूयते वा इदानीं? भवन्तः अष्टाध्यायी सूत्रपाठः इति पुस्तकं पुरतः अस्ति वा सर्वेषां? तर्हि तत्र 126 इति पृष्ठम् उद्घाटयतु. प्राप्तं वा? आं भगिनि, सर्वे उद्घाटयन्तः इति मन्ये. तत्र 84 पश्यतु, सार्वधातुकार्धधातुकयोः इति सप्तमाध्याये तृतीयपादे 84 नाम सार्वधातुकार्धधातुकयोः इति प्राप्तं किल? सीरियल् नम्बर् 84 सत्यं. पुष्पादीक्षित् महोदयाः पुस्तकं यत्र सार्वधातुकार्धधातुकयोः इति सूत्रमस्ति, तत् मनसि भवेत् इत्येव अहम् अत्रापि पश्यतु इति वदन्ती अस्मि. अत्र प्रथमं सूत्रं वयम् अत्र करपत्रे दृष्टवन्तः, सार्वधातुकार्धधातुकयोः इति. तदनन्तरं भवती पठितवती किल मिदेर्गुणः इति, अहं न जानामि इति उक्तवती. तत् सूत्रद्वयात् पूर्वम् अस्ति, 7382 सूत्रं समानपादे एव. तर्हि तस्मात् गुणः इति पदमेव अनुवर्तते. तर्हि गुणः इति पदं मिदेर्गुणः इति सूत्रात् स्वीकुर्मः. तदनन्तरं किम् अस्ति? अङ्गस्य इति अधिकारः. अधिकारसूत्रं वयं पूर्वं पठितवन्तः. अधिकारसूत्रम् इत्युक्ते अङ्गस्य इति पदस्य बहुषु स्थलेषु अनुवर्तनं भवति. केवलम् एकस्य वा कानिचित् स्थलेषु केषुचित् स्थलेषु आगच्छति इति न, बहुत्र यत्र तस्य अनुवर्तनं भवति तादृशं सूत्रम् अधिकारसूत्रम् इति वदामः। तर्हि सर्वत्र अङ्गस्य इति कार्यं भवति। इदानीम् अङ्गस्य इति सूत्रसङ्ख्या का इति पश्यामः चेत् करपत्रे पश्यतु, तत्र षष्ठमाध्याये चतुर्थपादे प्रथमसूत्रमस्ति अङ्गस्य इति। तर्हि अङ्गस्य अधिकारः षष्ठमाध्यायात् चतुर्थपादात् प्रथमसूत्रात् आरभ्य सप्तमाध्यायात् अन्तपर्यन्तं गच्छति। इत्युक्ते सप्तमाध्यायस्य प्रथमपादं, द्वितीयपादं, तृतीयपादं, चतुर्थपादं तावत्पर्यन्तम् अङ्गस्य इत्यस्य अधिकारः भवति इति विषयः स्मर्यताम्। तर्हि अङ्गस्य इति अधिकारसूत्रस्य अनुवर्तनम् अत्र अस्मिन् सूत्रे भवति। तदनन्तरं किम् अस्ति, इको गुणवृद्धि इति। तत् सूत्रं कुत्र अस्ति, प्रथमाध्याये अस्ति। इको गुणवृद्धि प्रथमाध्याये प्रथमपादे तृतीयसूत्रमस्ति इको गुणवृद्धि। तर्हि तस्मात् सूत्रात् इकः इति पदमेव स्वीकुर्मः। तदनन्तरम् इकः इति पदम् इको गुणवृद्धि इति परिभाषासूत्रमस्ति। परिभाषासूत्रम् इत्युक्ते कः सूत्रं किम् इत्युक्ते, यत्र यत्र सूत्रेषु अर्थं पूरयति इत्युक्ते तेषाम् आवश्यकम् अस्ति, परन्तु पाणिनिना किम् इष्टम् इत्युक्ते लाघवं। पाणिनि सर्वत्र लाघवम् एव इच्छति, पुनः पुनः तस्य वदनस्य आवश्यकता नास्ति। यदि इकोगुणवृद्धि इति सूत्रं न वर्तते तर्हि अस्मिन् सूत्रे अपि इकः इति पदस्य स्थापनम् आवश्यकम्, परन्तु तादृशं मास्तु इति चिन्तयित्वा परिभाषासूत्रं निर्मितम्। परिभाषासूत्रस्य ज्ञानं सम्यक् वा, इदानीम् अवगच्छन्ति वा, स्पष्टमस्ति वा परिभाषा इत्युक्ते? तर्हि परिभाषासूत्रेण केवलम् इकः इत्येव स्वीकुर्मः। तदनन्तरं येन विधिस्तदन्तस्य इति सूत्रमस्ति। अस्मात् सूत्रात् इकः अङ्गस्य इति वयं जानीमः। इत्युक्ते तादृशम् अङ्गं यत्र इक् अस्ति, इक् वर्णः अस्ति। इकः अङ्गस्य इत्युक्ते केवलम् इक् वर्णस्य अपि भवितुमर्हति, नो चेत् तादृशं समूहः यत्र इक् वर्णाः सन्ति। तर्हि तत्र इकः अङ्गस्य इत्युक्ते अङ्गम् इत्युक्ते वयं जानीमः प्रत्ययस्य पूर्वं यत्किमपि अस्ति, तादृश अङ्गस्य यत्र इक् अस्ति इति। इक् कुत्र भवति, येन विधिः तद् अन्तस्य, तस्य अङ्गस्य अन्ते इक् भवतु इति, तादृश अङ्गम् इति सूचयति येन विधिस्तदन्तस्य। तदनन्तरम् अलोन्त्यस्य इति अन्यत् सूत्रमस्ति। अनेन सूत्रेण किम् अवगच्छामः इत्युक्ते, अलः अन्त्यस्य इत्युक्ते तादृशम् अङ्गम् इति उक्तवन्तः किल, अङ्गः यस्मिन् इक्वर्णः अस्ति अन्ते, तादृश अङ्गस्य कुत्र वयं गुणः कुर्मः इत्युक्ते अन्तिम अल्वर्णस्य स्थाने एव गुणः भवति, न अन्यत्र न भवति, अन्तिम अल्वर्णस्य स्थाने भवति इति अलोन्त्यस्य इति। तदपि परिभाषासूत्रमस्ति। बहुषु सूत्रेषु येन विधिस्तदन्तस्य अपि च अलोन्त्यस्य इति द्वयोरपि अनुवर्तनं भवन्ति इति जानन्तु। इदानीम् अनुवृत्तिसहितसूत्रं किम् अस्ति, इकः अङ्गस्य गुणः सार्वधातुक आर्धधातुकयोः इति। तर्हि इकः अङ्गस्य गुणः कुत्र भवति, इदानीम् उदाहरणेन पश्यामः। भू योगः अयोगः ति इति वयं दृष्टवन्तः। तत्र भू इति धातुः अस्ति इति जानीमः, अ इति विकरणप्रत्ययस्य अनुबन्धलोपानन्तरं यत् अवशिष्यते तस्य अकारः, तदनन्तरं ति इति अस्ति। इदानीम् अ इति विकरणप्रत्ययस्य कृते अङ्गं किं भवति? तस्य पूर्वं किमपि अस्ति चेत् तस्य पूर्णतया अङ्गम् इति वदामः। तर्हि अकारस्य कृते भू इति अङ्गम्। तर्हि भू इति पदे इक्वर्णः अस्ति वा? अस्ति, ऊकारः अस्ति। हा, तर्हि भकारः ऊकारः मिलित्वा अङ्गं भवति। तर्हि तत्र इकः अङ्गस्य, इत्युक्ते अङ्गस्य भकारः ऊकारः मिलित्वा इकः अङ्गस्य गुणः भवति। गुणः कुत्र भवति? अलोन्त्यस्य इति सूत्रं तदर्थं स्पष्टीकरोति। अन्तिम अल्वर्णस्य, इत्युक्ते भकार ऊकारयोः समूहे अन्तिमवर्णः ऊकारः अस्ति, तस्य स्थाने एव गुणः भवेत् इति स्पष्टं करोति। तर्हि कदा भवति इत्युक्ते यदा सार्वधातुक आर्धधातुकप्रत्ययः परे अस्ति चेत्। इदानीं स्पष्टमस्ति वा? प्रश्नाः सन्ति वा? अल् इत्युक्ते सर्वे वर्णाः, सर्वे व्यञ्जनानि, सर्वाणि व्यञ्जनानि खलु? देन् बुद्ध धातु दकार इस् व्यञ्जनं, देर् इस् नो गुणं, देर् इस् नो गुण, देन् वै दिस् अल्? हा, परन्तु भुद् इति धातुः, भू इति धातुः भिन्नः अस्ति किल। भू इति अजन्तधातुः, इगन्तधातुः, परन्तु भुद् इति हलन्तधातुः किल, तदर्थं भिन्नसूत्रम् आगच्छति। उपधायां यदि इक्वर्णः अस्ति तदर्थं वयं भिन्नसूत्रं पठिष्यामः। यत्र यत्र धातोः अन्ते इक्वर्णः अस्ति तादृशधातूनां कृते एव सार्वधातुकार्धधातुकयोः इति सूत्रस्य प्रसक्तिः। स्पष्टं वा? वै डोण्ट् अलोन्त्यस्य इत्युक्ते अन्तिम अल्वर्णस्य, तर्हि अन्तिम अल्वर्णस्य अत्र अल् इति किमर्थम् उक्तम् इत्युक्ते यद्यपि अल् इति न आवश्यकं परन्तु पुनः पाणिनिमहर्षि लाघवत्वम् अपेक्षते, इत्युक्ते अन्यत्र अल् इति वर्णाः तत्र तेषां प्रसक्तिः भवति। अस्मिन् सूत्रे केवलम् इक् इति अपेक्षितं परन्तु अन्येषु सूत्रेषु प्रायः भिन्नवर्णाः अपेक्षितं भवति। तदर्थम् अलोन्त्यस्य इति उक्तवान्। प्रश्नाः सन्ति वा? इदानीम् अवगतवान्, मयापि संशयः आसीत्। कः वदति? रघुपति आचार्य। अहं चिन्तितवान् अलन्तस्य एतत् सूत्रस्य यूस् आवश्यकता किमर्थं नो चेत् आवश्यकता किम् अस्ति? हा, इदानीम् अवगतं, स्पष्टं जातं किल। अस्मिन् वर्णस्य अपेक्षा परन्तु अन्यत्र भिन्न अपेक्षा भवन्ति। धन्यवादः भगिनि। अस्तु, अग्रे अपि पठति वा भगिनि? गीता भगिनि, अधुना भू प्लस् अ भूयोगः अ योगः ति इति स्थितौ अस्य सूत्रस्य प्रसक्तिः अस्ति न वा इति पश्येम। प्रसक्तिः इत्युक्ते प्रसङ्गः, भूधातु इगन्तधातु, इगन्तधातुः अ शपः प्रतिनिधिः. शप् षित् अस्ति, अतः तिङ् षित् सर्वधातुकम् इति सूत्रेण तस्य सर्वधातुकसंज्ञा. इगन्तभूधातु इगन्तः भूधातुः पूर्वम् अस्ति, परम् अस्ति सर्वधातुकसङ्ख्यः अप्रत्ययः. अतः सर्वधातुक अर्धधातुकयोः इत्यस्य प्रसक्तिः सूत्रस्य निकषाः पूरिता. अधुना अधुना अनेन सूत्रेण किं कार्यं सिद्ध्यति? अङ्गस्य अन्तिमवर्णः यः इक्, तस्य गुणादेशः गुण आदेशः. भूधातौ यः उकारः तस्य गुणादेशः. अतः भू बिकम् भो भो योगः अकार योगः ति इति स्थितिः. तर्हि अस्मिन् सूत्रे भूयोगः अयोगः ति, अत्र किमर्थं सार्वधातुकार्धधातुकयोः प्रसक्तिरस्ति इति अत्र विवरणं दत्तम्. किमर्थं किमर्थं शप् शप् तिङ् षित् सार्वधातुकं सूत्रेण अकार अ भवति, कम्स् फ्रम् शप् शप् इस् षित्. सो षित् इत्युक्ते शप् प्रत्यये वक्तुं प्रयत्नं करोतु, चिन्ता मास्तु. शकार षित् इत्युक्ते शकार इत् वर्णः. सो शकार वट् इस् इट् गोस् अपगतम् अपगच्छति. पकार हलन्त्य हलन्त्यं सूत्रेण अपगच्छति. सो अकार अवशिष्यते. यस् अवशिष्यते. सो दट् इस् दि तिङ्क्षित् सर्वधातुकम् इति कृत्वा तत्र सार्वधातुकसंज्ञा भवति. सार्वधातुकसंज्ञा न भवति चेत् अस्य सूत्रस्य प्रसक्तिरेव न भवति. किल प्रसक्ति इत्युक्ते प्रसक्ति प्रसक्ति इत्युक्ते अवसरः. तस्य सूत्रस्य कार्यमेव न भवति, यतोहि सार्वधातुक आर्धधातुकयोः इति सप्तम्यन्तपदम् अस्ति. सार्वधातुकप्रत्ययः अनन्तरं निश्चयेन भवेत्, परन्तु सार्वधातुकप्रत्ययः इत्युक्ते किं? यत् तिङ् अस्ति षित् अस्ति तदेव सार्वधातुकम्. अत्र शप् अस्ति इति कृत्वा, शकारः षित् भवति इति कृत्वा तत् सार्वधातुकसंज्ञां प्राप्नोति. अतः धातुः भू तदनन्तरं किम् अस्ति? शप् इति षित् यत् भवति तत्र सार्वधातुकप्रत्ययः इति वदामः. यदि धातोः अनन्तरं सार्वधातुकप्रत्ययः अस्ति तर्हि सार्वधातुक अर्धधातुकयोः इति सूत्रस्य कार्यं भवति इति. इदानीम् अवगतं वा? अवगतं महोदय, बहु समीचीनं, धन्यवादः. इदानीम् अमिता अस्ति वा? धन्यवादः महोदय. आं भगिनि, भवान् पठितु वा? परिभाषासूत्राणि वयं दृष्टवन्तः, तत्र त्रीणि परिभाषासूत्राणि पठितवन्तः उपरि. इको गुणवृद्धिः अपि च सार्वधातुकार् क्षम्यताम्, इको गुणवृद्धिः येन विधिस्तदन्तस्य अपि च अलोन्त्यस्य इति, तेषां विवरणम् इदानीं ज्ञास्यामः. परिभाषासूत्राणि पठन्तु महोदय. परिभाषासूत्राणि पाणिनिः सूत्राणां लघुत्वम् इच्छति, तदर्थं वारं वारं सूत्रेषु यत्र समानप्रकारकः सन्देशः अपेक्षते तस्य वारं वारम् आवृत्तेः स्थाने परिभाषासूत्रं पाणिनिना विरच्यते। इमानि सूत्राणि कस्यचित् सूत्रार्थस्य पूरणाय सहायं कुर्वन्ति। यथा परिभाषासूत्रस्य विवरणं स्पष्टं भवतु सर्वेषां कृते, परिभाषासूत्रम् इत्युक्ते किं, पुनः पुनः वदनस्य आवश्यकता नास्ति, अपि च सूत्रस्य अर्थं पूरणार्थं पूरयतु इति कृत्वा परिभाषासूत्राणि निर्मितानि। पुनः पुनः तस्य अपेक्षा नास्ति किल, यथा नितरां महोदयः वदति, रामः वदति अहम् आपणं गच्छामि इति, तर्हि श्यामः वदति अहमपि, तर्हि तत्र गच्छामि इति न वदति, परन्तु वयं जानीमः तत्र श्यामः अपि गच्छति इति। तादृशं वारं वारं पुनः पुनः वदनस्य आवश्यकता नास्ति इति कृत्वा परिभाषासूत्राणि निर्मितानि। सूत्रस्य अर्थं अर्थपूरणार्थम् अपि च वारस्य वारं वारं वदनस्य निषेधार्थम्। यथा सार्वधातुक अर्धधातुकयोः इति सूत्रस्य अर्थपूर्णार्थं त्रीणि परिभाषासूत्राणि अपेक्षितानि, इको गुणवृद्धि इति सूत्रेण इकः स्थानी भवति यत्र स्थानी न उक्तम्। स्थानी इत्युक्ते किम्? स्थानी इत्युक्ते यस्य स्थाने गुण अथवा वृद्धि आदेश भवति, तदेव आदेश आगम, यत्र कार्यं भवति, कार्यं सामान्यतया वदामः, तर्हि यत्र कार्यं भवति तस्य नाम स्थाने। स्थाने इति का विभक्तिः भवति? स्थानेः विभक्तिः का? षष्ठी विभक्ति। सप्तमी न, षष्ठी विभक्ति, षष्ठी एव स्थानी भवति नितराम्। तर्हि अस्मिन् सूत्रे सार्वधातुक अर्धधातुकयोः एकः एव एकमेव पदमस्ति, तत्र षष्ठी निर्दिष्टमस्ति वा, षष्टिपदमस्ति वा तत्र? आम्, कुत्र अस्ति षष्टिपदम्? षष्टि तु नास्ति, तर्हि परिभाषासूत्र सूत्रस्य सहायेन गुणः कुत्र भवति इति स्पष्टं जाता, स्पष्टा जाता। गुणः इकः भवति इति स्पष्टं, न तु अन्यत्र। इत्युक्ते यत्र यत्र यस्मिन् सूत्रे षष्टिपदं नास्ति तत्र सर्वत्र इकः इति वयं स्वीकरणीयम्, अस्माभिः स्वीकरणीयम्। तर्हि अस्मिन् सूत्रे सप्तम्यन्तपदमेव अस्ति, षष्टिपदं नास्ति इति कृत्वा इको गुणवृद्धिसूत्रात् वयम् इकः इति पदम् अनुवर्तनं स्वीकुर्मः। अवगतं वा? अवगतम्। अग्रे पठतु। येन विधिस्तद् अन्तस्य विशेषणं तदन्तस्य अपि भवति स्वस्य अपि भवति, सो अन्ते यस्य स तदन्तः तस्य तदन्तस्य बहुव्रीहि विधीयते इति विधिः। येन तृतीयान्तं विधिः प्रथमान्तं तदन्तस्य षष्ट्यान्तं त्रिपदम् इदं सूत्रम्। प्रश्नः अस्ति वा? न, सः अन्ते यस्य स तदन्त तस्य तदन्त। अत्र बहुव्रीहि रूपाणि विग्रहवाक्यम् अस्ति, विग्रहवाक्यं तदन्तः इत्युक्ते सः अन्ते यस्य, सः तदन्तः इति तस्य विग्रहवाक्यं बहुव्रीहिसमासे आगच्छति. सूत्रेषु कानिचन पदानि अस्ति किल, तेषां विवरणम् अत्र विभज्य महोदयेन दत्तमस्ति. तर्हि तदन्त येन विधिः तदन्तस्य, तदन्तस्य इति बहुव्रीहिसमासपदमस्ति, यस्य अन्ते इति भवति, सः अन्ते यस्य, तदनन्तरं विधिः इति पदमस्ति. विधीयते इत्युक्ते यत्र कार्यं भवति, विधीयते इति विधिः. अग्रे पठतु महोदय. स्वं रूपं शब्दस्य शब्दस्य शब्दसंज्ञा इत्यस्मात् स्वं रूपम् इत्यनयोः अनुवृत्ति विभक्तिपरिणामः इत्यनेन षष्ट्यन्ते भवन्तः स्वस्य रूपस्य. अनुवृत्तिसहितसूत्रं येन विधिः तद् अन्तस्य स्वस्य रूपस्य च. तर्हि अत्र येन विधिस्तदन्त्यस्य इति परिभाषासूत्रमस्ति. अत्र त्रीणि पदानि सन्ति, येन विधिः तदन्तस्य इति. येन इति तृतीयान्तपदं, विधिः इति प्रथमान्तम्, अपि च तदन्तस्य इति षष्ट्यन्तपदम्. अत्र अनुवृत्तिः आयान्ति स्वं रूपं शब्दस्य शब्दसंज्ञा इति. तस्मात् केवलं स्वं रूपम् इति पदद्वयमेव अनुवर्तनं भवन्ति. परन्तु यदा वयम् अनुवर्तयामः तदा पाणिनि कुत्रचित् तस्य रूपं परिवर्तनं कृत्वा उपयुज्यते. इत्युक्ते तत्र विभक्तिरूपं परिणम्यते इति. स्वम् इति अस्ति, परन्तु तत्र सूत्रार्थं स्वस्य इति आवश्यकम्, अतः स्वस्य रूपस्य इति अनुवर्तनम् आगच्छन्ति तत्र. तथा येन विधिः तदन्तस्य स्वस्य रूपस्य इति अनुवृत्तिसहितरूपम् अस्ति सूत्रम्. अस्य विवरणमपि इतोपि अस्ति, अधोभागे पठन्तु, पठतु महोदय, अग्रे पठतु. विधिः इत्युक्ते कार्यं. सार्वधातुक अर्धधातुकयोः इति सूत्रे विधिः अस्ति गुणकार्यं. गुणः विधीयते. कस्य गुणः? इकवर्णस्य. तर्हि येन विधिस्तदन्तस्य इति सूत्रे अत्र येन इत्युक्ते इक्वर्णेन. इक्वर्णेन गुणकार्यं विधीयते. येन इक्वर्णेन गुणकार्यं विधीयते तद् अन्तस्य इगन्तस्य शब्दस्य अपि गुणकार्यं विधीयते. अत्र एकवारं वदति वा किम् अवगतम् इति? अत्र गुणः इति विधि. गुणः कस्य गुणः? इक्वर्णस्य गुणः. इको गुणवृद्धि इति सूत्रात् इक्वर्णस्य गुणः इति अवगतम्. तर्हि केवलम् इक् अङ्ग भवितुम् अर्हति वा? न. इक् इक् अङ्ग अस्ति तर्हि भवति. इक् अन्ते अस्ति तर्हि भवति. येन विधिस्तद् अन्तस्य सूत्रेण. सर्वे अवगन्तः वा? येन विधिस्तदन्तस्य सूत्रं नास्ति चेत् इकः गुणकार्यं केवलं सर्व सम्पूर्ण अङ्गे इक् अस्ति तद् अवस्थायाम् एव सिद्धं भवति. पुनः वदतु, यदि न भवति चेत् किं भवति? यदि येन विधिस्तदन्तस्य सूत्र नास्ति चेत् सम्पूर्ण अङ्गं इक् अस्ति तावदेव तस्मिन् स्थिति एव गुणकार्यं भवति. अत्र उदाहरणेन स्पष्टीकरोतु. भू इति स्वीकुर्मः, तदानीं किं भवति? भू इति अङ्गस्य भू इति इक् नास्ति, वर्णसमूह अस्ति, भ भकार योगे उकार, अत्र उक् एव इक् उकारः. तर्हि यदि सूत्रं नास्ति चेत् अत्र किं भविष्यति? सूत्रम् अत्र कः अर्थं पूरयति? अहं वदामि वा? वदतु. यदि वयं स्वीकुर्मः पूर्णतया सूत्रे कीदृशमासीत् सार्वधातुक आर्धधातुकयोः इति सूत्रे, तत्र पूर्णतया वयम् अनुवृत्तिसहितसूत्रं पश्यामः चेत् तत्र किम् आसीत्? इकः अङ्गस्य गुणः सार्वधातुक आर्धधातुकयोः इति. इकः अङ्गस्य इति स्वीकुर्मः चेत् कीदृश अङ्गम्? तादृश अङ्गं यस्य अन्ते तदन्तस्य इति अस्ति किल, तादृश अङ्गं यस्य अन्ते इक् वर्णः अस्ति इति. इत्युक्ते अत्र भकारस्य अन्ते भू इति धातौ भकारस्य अन्तिमवर्णः अस्ति ऊकारः. तर्हि मिलित्वा यदा भवान् उक्तवान् तथैव भू इति मिलित्वा भवति, न तु केवलम् ऊकारः इति. केवलम् इक् इति नास्ति, इकः अपि निर्दिष्टं भवति, अपि च स्वस्य रूपस्य इति अस्ति किल अत्र उपरि. तर्हि येन विधिः तदन्तस्य, इत्युक्ते येन अत्र इकः कारणेन कार्यं भवति, तदन्तस्य इत्युक्ते भकारस्य धातोः अन्तस्य, इत्युक्ते भू इति पदस्य मिलित्वा एव अङ्गं भवति. शपः पूर्वं भू एव अस्ति किल, तदेव अङ्गं भवति. तर्हि तादृश अङ्गस्य यत्र अन्तिमवर्णः इक् वर्णः अस्ति, इत्युक्ते केवलम् इक् वर्णः इति न निर्दिष्टं, तत्र मिलित्वा इति. परन्तु चिन्तयतु, इदानीम् अन्यत् कोऽपि धातुः अस्ति यत्र केवलम् इगन्तवर्णः एव अस्ति, यथा इण्णिति. इण्णिति अपि एकः धातुः अस्ति किल, तत्र केवलम् इकारः एव अस्ति, तर्हि तस्य अन्ते अपि भवितुम् अर्हति स्वस्य रूपस्य. अपि च तादृशसमूहः यत्र इक्वर्णः अन्ते अस्ति तत्रापि भवितुम् अर्हति इति स्पष्टीकरणार्थं येन विधिस्तदन्तस्य इति सूत्रस्य आवश्यकता. परन्तु अत्रापि समस्या भवति, यतोहि तदन्तस्य इति वदामः चेत् तादृशम् अङ्गं यत्र इक्वर्णः अन्ते अस्ति, इत्युक्ते भू इति मिलित्वा समूहः भू इति अङ्गं यस्य अन्ते इक् वर्णः अस्ति इति. परन्तु गुणः भू इति मिलित्वा भवति वा? भू गुणः कुत्र भवति? उकार केवलम् उकारस्य स्थाने, केवलम् अस्मिन् प्रसङ्गे केवलम् उकारस्य स्थाने, इत्युक्ते इक् वर्णस्य स्थाने एव भवति. परन्तु येन विधिस्तदन्तस्य किं वदति? तादृश अङ्गं यस्य अन्ते इक् वर्णः अस्ति, इत्युक्ते भू मिलित्वा वदति. परन्तु तदानीमपि अस्माकं समस्या भवति इति कृत्वा अग्रिमसूत्रम् अलोन्त्यस्य इति, तत् स्पष्टीकरणार्थम् अग्रिमसूत्रमपि अस्ति. इदानीं किञ्चित् स्पष्टमस्ति वा? सन्देहाः सन्ति वा? स्वस्य रूपस्य इत्युक्ते केवलं एकवारं इत्युक्ते अन्येषु प्रसङ्गेषु तादृश स्थितिः नास्ति. यत्र केवलम् इक् वर्णाः एव तस्यापि भवितुम् अर्हति, अपि च तदन्तस्य इत्युक्ते तादृश अङ्गं यत्र अन्ये वर्णाः सन्ति तत् मिलित्वा अपि भवितुम् अर्हति. भगिनी पूर्णतया पुनः एकवारं भगिनी कृपया वदामि. एतत् किञ्चित् तत्र झाटिल्यमस्ति, परन्तु एकवारं यदा सम्यक् अवगच्छन्ति चेत् तदनन्तरं क्लेशः न भवति. येन विधिस्तदन्तस्य इति परिभाषासूत्रमस्ति. येन इत्युक्ते अत्र गुणः भवति किल, तदर्थं विधिः केन भवति, अत्र इक् वर्णेन एव गुणः भवति. अतः इक् वर्णेन यः विधिः भवति तस्य अन्तस्य तादृश अङ्गस्य इत्युक्ते अस्मिन् प्रसङ्गे भू इति धातुः, तत्र शप् प्रत्ययं निमित्तीकृत्य इत्युक्ते अनुबन्धलोपानन्तरम् अकारः यत् तिष्ठति तस्य पूर्वं यः अस्ति पूर्णतया इत्युक्ते भू इति मिलित्वा स्वीकुर्मः, तादृश अङ्गस्य गुणः भवति इत्येव येन विधिस्तदन्तस्य भवति. इत्युक्ते भू इति मिलित्वा समूहस्य गुणः भवति, परन्तु समूहस्य गुणः भवितुम् अर्हति वा? केवलं अपि च एतादृशमपि चिन्तयतु, प्रायः धातौ चिन्तयतु वर्ण एक वर्णः द्वे सन्ति, द्वे स्तः इति, तर्हि कुत्र गुणः कुर्मः इति प्रश्नः आगच्छति किल मनसि उदेति. यथा इदानीं उदाहरणार्थम् एकं वदामि, चिन्ति इति धातुः अस्ति इति वयं स्वीकुर्मः, चिन्ति इति धातुः स्वीकुर्मः चेत् तत्र इकारः स्थलद्वये आगच्छति, तर्हि कुत्र वयं गुणं कुर्मः, प्रथमस्य स्थाने वा द्वितीयस्य स्थाने वा इति प्रश्नः आगच्छति किल. तर्हि तदर्थं स्पष्टीकरणार्थम् अलोन्त्यस्य इति अन्यसूत्रस्य आवश्यकता अस्ति. तर्हि प्रथमसूत्रं केवलं वदति तादृश अङ्गस्य यस्य अन्ते इक् वर्णः अस्ति मिलित्वा, अपि च केवलं स्वस्य रूपस्य अपि, परन्तु कुत्र भवति गुणः, गुणकार्यं कुत्र भवति इत्युक्ते अन्तिमस्य स्थाने इति स्पष्टीकरणार्थम् अलोन्त्यस्य इति सूत्रस्य आवश्यकता. स्वस्य रूपस्य इत्युक्ते चिन्तयतु केवलम् इक् वर्णः एव अस्ति, तदन्तस्य इति नास्ति, तत्र धातौ केवल इक् वर्णः एव अस्ति, तर्हि किं भवति, इकः अपि भवति किल, इकः अपि भवितुम् अर्हति, अन्तस्य अन्ते यस्य अस्ति तस्य अपि पूर्णतया भवितुम् अर्हति. तर्हि प्रसक्ति तत्रापि भवति अवगमनार्थं तदन्तस्य स्वस्य रूपस्य च द्वयोः स्थाने अपि इकः स्थाने स्थाने अपि कार्यं भवति इति अर्थः वा? परन्तु अत्र क्लेशः भवति, तादृशस्थलेषु कुत्र भवति इति अन्यत् प्रश्नम् आगच्छति किल मनसि अन्ते उदेति. तर्हि तत् स्पष्टीकरणार्थम् अलोन्त्यस्य इति आवश्यकता अस्ति. स्पष्टं किल अग्रे सरे मम? आम् भगिनि, धन्यवादः. क्षम्यतां भगिनि, उदाहरणं वदामि वा अत्र वा? इति धातुः अस्ति, इ तस्य स्थाने गुणः भवति एति इति रूपं भवति, इ इत्यस्य स्थाने साक्षात् ए भवति. वयं जि इति धातुः स्वीकुर्मः चेत् तत्र चकारोत्तर इकारः अस्ति, तस्य स्थाने जे इति गुणः भवति. उत्तमम् उत्तमं, बहु उत्तमम्. इकारस्य स्वस्य रूपमस्ति, केवल इ इति अस्ति धातुमध्ये. तस्य स्थाने गुणः भवति. जि इति धातु अस्ति, तत्र इकारः अन्ते अस्ति, तदन्तस्य समूहस्य अन्ते इकारः अस्ति, तस्य स्थाने अपि गुणः भवति. तर्हि अन्तिमवर्णस्य स्थाने अलोन्त्यस्य इति सूत्रं वदति, अन्तिमवर्णस्य स्थाने, अतः जकारोत्तरवर्ति इकारस्य स्थाने भवति. धन्यवादः महोदय. सुमित्रा भगिनी पठति वा इदानीम् अलोन्त्यस्य इति विवरणम्? आं भगिनि, पठामि. तृतीयसूत्रम् अस्ति अलोन्तस्य षष्टिविभक्तिद्वारा यस्य पदस्य स्थाने आदेशः प्रासः सः आदेशः अन्त्यस्य अल्वर्णस्य स्थाने भवति. अलः षष्ट्यन्तम्, अन्त्यस्य षष्ट्यन्तं द्विपदम् इदं सूत्रं. षष्टिस्थाने योग इत्यस्मात् षष्टिस्थाने इत्यनयोः अनुवृत्तिः, अनुवृत्तिसहितसूत्रं षष्ट्या अन्तस्य अलः स्थाने भो योगः अ इति अन्यत् सूत्रम् स्पष्टमस्ति किल अलोन्त्यस्य सूत्रस्य विवरणं किञ्चित् एकवारं विवरणं ददाति वा एतस्मात् अलोन्तस्य? अस्तु, अत्र अलः अन्त्यस्य इति अस्ति. यत्र यत्र वयं षष्टिविभक्ति एव अस्माकं स्थाने अस्ति इत्युक्ते तत्र एव वयम् आदेशः आगमः वा किमपि कार्यं भवति तत्र. तर्हि षष्टिविभक्तिद्वारा यत्र परिवर्तनं भवति तादृश अत्र किं भवति, अत्र इकः स्थाने इति उक्तवन्तः किल, इकः इति इको गुणवृद्धिसूत्रात् अनुवर्तनम् अभवत्. तर्हि तादृशषष्ट्यन्तस्य स्थाने अन्तिम अल्वर्णस्य स्थाने एव कार्यं विधीयते इति अर्थः. अस्तु भगिनि, अवगच्छति किल? आम् आम्. किञ्चित् इतोपि पठन्ति वा? समयः अभवत् परन्तु एतत् पठामि वा? पठतु भगिनि. अस्तु, अनन्तरम् अस्ति भो योगः अयोगः ति. सन्धिप्रकरणे एकं सूत्रम् अस्ति, एचो अयवायावः यान्तावान्तसन्धिः इति लोके उच्यते. अनेन सूत्रेण एकवर्णसमूहस्य अन्ते ओकारः अस्ति चेत्, तस्य अनन्तरं कोऽपि स्वरः अस्ति चेत् तर्हि ओकारस्य स्थाने औ आदेशः भवति. तत्र बो इति पदमस्ति खलु, तत्र अन्तिमवर्णः अस्ति ओकारः. यदा अनन्तरम् अच्वर्णः अस्ति चेत् ओकारस्य औ आदेशः भवति. अतः एचो अवायवः इत्यनेन बो योगः अयोगः ति, इब् योगः अव् योगः अयोगः ति इति भवति. एव विषयः तत्र इब् इति वदामः किल भगिनि, तत्र भकारः इति वक्तुं शक्नुमः. बकारः योगः अव्योगः अयोगः इति सूत्रस्य उच्चारणे अकारस्य पूर्वरूपसन्धिः अस्ति किल, तदर्थं पूर्वस्य रूपस्य एव उच्चारणं भवतु इत्युक्ते सूत्रस्य पठनसमये एचो यवायावः तत्र अकारस्य उच्चारणं न भवति. एचो यवायावः सम्यक् पठामि वा इति? एतत् केवलं सन्धिकार्यमेव. यदि वयं यदि सर्वे यान्तवान्तादेशसन्धिं जानन्ति तर्हि अत्र केवलं तस्य विषयः एव अस्ति. ओकारस्य स्थाने आदेशः पूर्णः सूत्रार्थः अत्र उक्तः. एचोयवायवः एचः स्थाने क्रमेण ऐ अव् आय् आव् इत्यादेशः भवन्ति अचि परे. क्रमेण इत्युक्तं यथा सङ्ख्यामनुदेशः समानम् इति परिभाषात् सूत्रस्य साहाय्येन. ऐ च अव् च आय् च आव् च तेषाम् इतरेतरद्वन्द्वः अयवायावः. एचः षष्ट्यन्तम्, अयवायावः प्रथमान्तं, द्विपदमिदं सूत्रम्. इको एनचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः संहितायाम् इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रम् एचः अयवायावः अचि संहितायाम्. आम् कदा क्रमेण ए ओ ए औ इत्येषां स्थाने क्रमेण ऐ औ आय् आव् इति आदेशः भवन्ति. कदा ज्ञातुं शक्नुमः इत्युक्ते यथा सङ्ख्यामनुदेशः समानम् इति परिभाषा सूत्रं सहायं करोति. तत्र इको एनचि इति अनुवृत्तिसूत्रम् इत्यनेन तत्र सूत्रसङ्ख्यामपि द्रष्टुं शक्नुवन्तः. तत्र पश्यन्तु 6177 इति इत्योयवायावः इको एनचि इति रघुपति महोदय, भवान् म्यूट् करोति वा? धन्यवादः. इदानीं तर्हि संहितायाम् इति अधिकारः कुत्र कुतः आगच्छति इत्युक्ते यत्र यत्र सन्धिकार्यं भवति, यत्र यत्र सामीप्यं भवति, तत्र तत्र सर्वत्र भवति. अतः संहितायाम् इति अधिकारसूत्रमस्ति. अस्तु, स्पष्टमस्ति किल? एकः प्रश्नः, यथा सङ्ख्यमनुदेशः समानम् इत्युक्ते तत्र यथा सङ्ख्यमस्ति इत्युक्ते एकारस्य स्थाने क्रमेण एव आगच्छति. यदि अहं वदामि एकः स्थाने ऐ औ आय् आ इति आदेशाः भवन्ति, परन्तु कुत्र भवन्ति इति अहं न उक्तवती. एकारस्य स्थाने प्रायः आविति अपि आदेशः भवितुमर्हति. अतः क्रमेण प्रथमस्य स्थाने प्रथमः रेस्पेक्टिव् इत्येव अर्थः. तर्हि एकारस्य स्थाने प्रथमस्य स्थाने प्रथमः, द्वितीयस्य स्थाने द्वितीयवर्णः, तादृश क्रमेण आदेशाः भवन्तु इति अर्थः. धन्यवादः. अस्तु, तर्हि अहं संक्षिप्तरूपेण भवामि वदामि. अत्र भकारः अस्ति, तदनन्तरं सन्धिकार्यं भूत्वा ओकारस्य स्थाने अवादेशः भवति. तर्हि भकारः योगः अव्, तदनन्तरं शप् प्रत्ययस्य अकारः, तदनन्तरं ति. इदानीं केवलं संयोजनं भवति, मेलनेन भवति इति रूपं प्राप्तवन्तः. स्पष्टमस्ति किल? तदर्थं कति सोपानानि सन्ति इति एक दृश् अत्र मानचित्रमस्ति. पश्यतु, भूयोगः शप् योगः ति, लषक्वतद्दिते हलन्त्यं तस्य लोपः इति त्रीणि सूत्राणि कार्यं करोति प्रथमं. तर्हि अ इत्येव अवशिष्यते. तर्हि भूयोगः अयोगः ति. इदानीं शप्षित् अस्ति इति कृत्वा सार्वधातुकसंज्ञा भवति. तर्हि सार्वधातुकसं प्रत्ययः धातोः अनन्तरम् अस्ति इति कृत्वा सार्वधातुकार्धधातुकयोः सूत्रस्य प्रसक्तिः प्राप्तिः अपि. तर्हि सार्वधातुक अर्धधातुकयोः वयं पठितवन्तः कुत्र भवति? इकः अङ्गस्य गुणः भवति यदि सार्वधातुक अर्धधातुकप्रत्ययः परे भवति चेत्. तर्हि अत्र निमित्तानि पूरितम्. अतः ऊकारस्य ओकारः भूत्वा तदनन्तरम् ओकारस्य अनन्तरम् अकारः अस्ति इति कृत्वा सन्धिकार्यं भवति, यान्तवान्तादेशसन्धि. केन सूत्रेण? यचोयवायावः. अनेन भकारः योगः अव्योगः अयोगः ति भवति इति रूपम्. स्पष्टं किल? तादृशमेव अन्तिमपरिच्छेदमस्ति. अन्यत्र कथं भवति इति, यदि वयं जी इति स्वीकुर्मः चेत् तत्रापि पश्यतु, जी योगः शप् योगः ति समानरूपेण अत्रापि लषक्व तद्धिते हलन्त्यं तस्य लोपः. तर्हि शप् स्थाने अकारः अवशिष्यते. तर्हि जी योगः अयोगः ति इदानीं तिंशित् सार्वधातुकम् अनेन सार्वधातुकसंज्ञां प्राप्नोति. तदनन्तरं सार्वधातुकार्धधातुकयोः इति इकः अङ्गस्य इत्युक्ते जकारोत्तरवर्ती इकारस्य गुणः भूत्वा इकारस्य स्थाने एकारः आगच्छति. तर्हि जे योगः अयोगः ति. इदानीं पुनः सन्धिकार्यं भवति, एकारस्य स्थाने एचोयवायावः कारणेन एकारस्य स्थाने अयादेशः भवति. तर्हि जकारः योगः ऐ योगः अयोगः ति मेलनं कृत्वा जयति इति सिङ्गन्तपदं निष्पन्नं प्रथम पुरुषस्य एकवचने. वयं सम्यक्तया पाठं समापितवन्तः. सर्वेषां ज्ञानं सम्यक् अभवत् इति मन्ये. आं भगिनि. आं भगिनि, आं भगिनि, बहु धन्यवादः. सर्वेभ्यः धन्यवादः, सर्वेषां धन्यवादः. धन्यवादः भगिनि. अग्रिमवर्षे तत्र समयपरिवर्तनं भवति, यतोहि तत्र टैम् ज़ोन् डिफ़्रेन्स् आगच्छति किल, तदर्थं सूचना आगच्छति, परन्तु भारतीयजनानां कृते समानसमयः एव भविष्यति. ये भारते नास्ति तेषां कृते समयपरिवर्तनं भवति इति. क्षम्यताम्, तदर्थं सूचना आगच्छति, तर्हि समयं दृष्ट्वा आगच्छन्तु, परन्तु भारतीयजनानां कृते समानसमयः एव भवति. एकघण्टा पूर्वम् इत्युक्ते बहु प्रातःकाले भविष्यति इति कृत्वा अत्र समयपरिवर्तनं न कृतं भारतीयजनानां कृते. धन्यवादः.